नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. इदानीं प्रवर्तमानविषयः अस्ति तिङ् प्रत्ययानां सिद्धिः इति पाठे तातङ् इति विषयः. सप्ताहद्वयपूर्वं वयम् अस्माभिः अस्मिन् विषये चर्चाम् आरब्धवन्तः. सूत्रमस्ति तुह्योस्तातङ् आशिषि अन्यतरस्याम् इति. अत्र प्रश्नः आसीत् तातङ् इति आदेशः कस्य स्थाने इति. पूर्णतया तु स्थाने वा अन्त्य उकारस्य स्थाने वा इति. अष्टाध्याय्याम् आदेशस्थानविधायकसूत्राणि चत्वारि सन्ति. वयं सूत्रत्रयं दृष्टवन्तः. अलोन्त्यस्य इति अन्तादेशः, अनेकाल्षित् सर्वस्य इति सर्वादेशः, निच्च इत्यनेन आदेशः अनेकाल्चेदपि अन्तादेशः इति. परन्तु अस्माकं समस्या तु तातङ् इति ङित् अस्ति. तातङ् इति ङित् अस्ति, अनेकालपि अस्ति. अतः निच्च इति सूत्रेण अन्तादेशः भवति चेत् अस्माकं रूपं तु स्थाने तातङ् इति आदेशः भवति. तत्र उकारस्य स्थाने तात् आगच्छति चेत् ततात् इति भवति. तत्तु साधुरूपं नास्ति इति वयं जानीमः. अतः अस्माकं समस्यायाः निवारणार्थम् अस्माभिः सिद्धान्तकौमुद्या मूलवृत्तिः परिशील्यवन्तः. वृत्तिः आसीत् एकनिमिषम् आशिषि तुह्योस्तातङ् वा स्यात् अनेकाल् वा अनेकाल्त्वात् सर्वादेशः, यद्यपि निच्च इति अयम् अपवादः, तथापि अनन्यार्थनित्वेषु अनङ्गादिषु चरितार्थः इति गुणवृद्धिप्रतिषेधसम्प्रसारणादि अर्थतया सम्भवत्प्रयोजनन्यकारे तातङ्गी मन्तरं प्रवृत्तः परेण बाध्यते. इहो उत्सर्ग अपवादयोः अपि समबलत्वात् भवतात् इति वृत्तिः अस्ति. तत्र वयम् एकमेकं पदं स्वीकृत्य तस्य अर्थः दृष्टवन्तः. तत्र वयं यत्र आदेशः ङित् अस्ति तत्र अनेकानि प्रयोजनानि अपि सन्ति इति अपि दृष्टवन्तः. क्वचित् कस्यचित् आदेशस्य ङित्वस्य अनेकानि प्रयोजनानि सन्ति. तातङ् इति ङित् अस्ति, तत्र तद् आदेशः अपि अस्ति, तत्र अनेकानि प्रयोजनानि, ङित्वस्य अनेकानि प्रयोजनानि अपि सन्ति इति वयं दृष्टवन्तः. तत्र एकं प्रयोजनं तु ङिच्च इति सूत्रस्य कार्यं भवति इति. तद्विहाय अन्य कानि प्रयोजनानि कानि इति दत्तमस्ति. तदेव वयं प्रथमं प्रयोजनं दृष्टवन्तः, गुणनिषेधः इत्युक्ते सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्रेण यद् गुणं भवति तस्य बाधा भवति ङित् इति कारणेन. ङिति च इति अस्माकं परिचितसूत्रं, तेन सूत्रेण गुणनिषेधः भवति प्रथमप्रयोजनं. द्वितीयप्रयोजनं ङित् इति कारणस्य द्वितीयप्रयोजनमस्ति वृद्धिनिषेधः. तत्र तत्रापि वयं दृष्टवन्तः उतो वृद्धिर्लुकि हलि इति सूत्रेण वृद्धिम् आदिशति, परन्तु तस्य बाधा भवति ङिति च इति सूत्रेण वृद्धिनिषेधः. अनन्तरं तृतीयमस्ति नित्वनिमित्तिकसम्प्रसारणकार्यं. सम्प्रसारणम् इति संज्ञा अस्ति, तत्र विशेषकार्याणि भवति इत्युक्ते यण् स्थाने इक् इति आगच्छति. तद् कार्यमपि भवति ङित् इति कारणेन. तत्र वयं दृष्टवन्तः वश् इति यद् धातुः अस्ति, तत्र तातङ्ग् इति यद् तु स्थाने आगच्छति, तत्र ङित्वस्य कारणेन तातङ्ग् इति ङित् अस्ति इति कारणेन तत्र सम्प्रसारणम् इति कार्यं भूत्वा उष्टात् इति आगच्छति रूपं, बकारस्य स्थाने उकारादेशः, यण् स्थाने इक् इति आदेशः भूत्वा तत्र उष्टात् इति रूपं। सम्प्रसारणकार्यं कुत्र भवति इत्युक्ते निमित्तमस्ति कित् ङित् प्रत्यये परे, तातङ् इति ङित् प्रत्ययः, अतः सम्प्रसारणम् इति कार्यं भवति इति वयं दृष्टवन्तः। तदस्ति तृतीय कारणं। चतुर्थं कारणमस्ति इट् ईट् इति आगमस्य निषेधः। ब्रुव इट् इति सूत्रम् ईट् ब्रुव ईट् इति दीर्घ ईकारः, तस्य ईट् इति आगमः, तस्य निषेधः भवति ङित् इति कारणेन, तस्य निषेधः भवति इति अपि वयं दृष्टवन्तः। ब्रू योगः तात् ब्रूतात् इति भवति, तत्र ईट् इति आगमः तु न भवति। तत्र तातङ् इति वयं तु जानीमः तत् वैकल्पिकरूपमस्ति, रूपद्वयं भवति लोट्लकारस्य प्रथमपुरुष एकवचनस्य मध्यमपुरुष एकवचनस्य। तत्र तु अस्ति चेत् तत्र ब्रूधातोः ईट् आगमः तु भवति एव, परन्तु तात् अस्ति चेत् तस्य निषेधः भवति। किमर्थम् इत्युक्ते तातङ् इति ङित् अस्ति इति चत्वारि प्रयोजनानि वयं दृष्टवन्तः ङित् इत्यस्य। इदानीम् अग्रे पठामः, प्रायः अद्य समापयामः इति चिन्तयामि। यद् किमपि वयम् इदानीं पर्यन्तं पठितवन्तः तदेव संक्षिप्तरूपेण परिच्छेदत्रयम् तत्र दत्तमस्ति, अतः एकवारं तद् पठित्वा अस्य पाठस्य समापनं कुर्मः। अस्तु, श्रीवल्ली भगिनी प्रथम परिच्छेदं पठतु भगिनी। गुणवृद्धिप्रतिषेधसम्प्रसारणादि अर्थतया सम्भवत् प्रयोजननकारे तातङ्गि मन्तरं प्रवृत्तः परेण बाध्यते। गुणवृद्धिप्रतिषेधसम्प्रसारणादि अर्थतया अत्र गुणवृद्धिनिषेधः सम्प्रसारण आद्यर्थतया तातङ्गि लित्वस्य विभिन्नानि प्रयोजनानि सन्ति, तेषां प्रभावेन अग्रे उच्यते किं भवति। सम्भवत्प्रयोजननकारे तातङ्गि मन्तरं प्रवृत्तः, सम्भवत्प्रयोजननकारे इति उक्तौ यस्य नकारस्य सम्भावितप्रयोजनानि विभिन्नप्रयोजनानि, अनङ् आदेशे नित्वस्य अनन्यप्रयोजनं, न विद्यते अन्यत् प्रयोजनं यस्य तदनन्यप्रयोजनं, तातङ् आदेशस्य नित्वस्य विभिन्नप्रयोजनानि सम्भवन्ति, प्रयोजनानि अन्यानि अपि यस्य सः सम्भवत्प्रयोजनः। तादृशनकारयुक्तादेशः तातङ्गि निश्च इति सूत्रं प्रतिशिथिलता मन्तरगतिः आयाति। पुनः खण्डशः पठित्वा वाक्यं पठित्वा अर्थम् अवगच्छतु। तत्र यद् प्रथमं वाक्यम् अस्ति तत् त्यजतु, इदानीं तस्य एव अर्थः द्वितीयवाक्यमारभ्य दत्तमस्ति, अतः तद् आरभ्य पठतु। गुणवृद्धिप्रतिषेधसम्प्रसारणादि अर्थतया नाम अत्र गुणः वृद्धिः निषेधः नित्प्रत्ययात् अत्र गुणवृद्धिनिषेधः भवति, अपि च सम्प्रसारणादि नाम तातङ्गि लित्वस्य विभिन्नानि प्रयोजनानि सन्ति। सम्प्रसारणकार्यं भवति, विशेषकार्यं भवति, सम्प्रसारणं नाम यण् स्थाने इक् आदेशः भवति। उदाहरणं वस्तानि उस् इति कित् नित् परे सम्प्रसारणं कार्यं भवति. ये प्रयोजनानि सन्ति सम्भवत् प्रयोजननकारे तातङ्गी मन्तरं प्रवृत्तः नाम सम्भवत् प्रयोजननकारे इति उक्तौ यस्य नकारस्य सम्भावितप्रयोजनानि विभिन्नप्रयोजनानि नित्वत् तातङ्ग प्रत्ययस्य विभिन्नप्रयोजनानि सन्ति. अनन् नाम आदेशे नित्वस्य अनन्यप्रयोजनम् इति उक्त्वा न विद्यते अन्यत् प्रयोजनं यस्य तत् अनन्यप्रयोजनम् ये अर्थं न जानामि नास्ति. तत्र किं दत्तमस्ति इत्युक्ते यत्र वयम् इदानीं तातङ्ग् इति विषये परिशीलयामः किल, तत्र तातङ्ग् इति यत्र यद् नित् अस्ति तस्य तु विभिन्नप्रयोजनानि सन्ति यदा वयं दृष्टवन्तः गुणवृद्धि प्रतिषेध सम्प्रसारण आदि अर्थतया इत्युक्ते तादृश अर्थः अस्ति इति तादृश प्रयोजनानि सन्ति. परन्तु यत्र वयम् अनङ् इति आदेशः दृष्टवन्तः तत्र एकमेव प्रयोजनम् अनन्यप्रयोजनं न अन्य एकमेव न अन्य अन्यप्रयोजनानि नास्ति तत्र अन्तादेशः एव प्रयोजनं तत्र अनङ् इति विषये. अतः तद् भिन्नमस्ति, तस्य भेदः अस्ति तयोः कयोः इत्युक्ते तातङ्ग् इत्यत्र यद् नित् अस्ति तद् भिन्नम् अस्ति, अनङ् इति यत् नित् इति आदेशः आदेशरूपेण अनङ् आगच्छति तत्र तयोः मध्ये भेदः अस्ति. तदेव दत्तमस्ति, विभिन्नप्रयोजनानि सन्ति यदा यत्र तातङ्ग् इति आदेशः भवति तत्र, परन्तु अनङ् इति आदेशे एकमेव प्रयोजनं तत्तु अन्तादेशः तावदेव कारणेन निच् इति सूत्रं सूत्रेण अन्तादेशः भवति. एकं प्रयोजनम् अस्ति एकमेव तातङ्ग् एकमेव तातङ्ग् आदेशस्य नित्वस्य विभिन्नप्रयोजनानि सम्भवन्ति प्रयोजनानि अन्यान् अपि यस्य सः सम्भवत् प्रयोजनः समास सम्भवत् प्रयोजनः नाम तादृश नकारयुक्तादेशः तातङ्गि निच्च इति सूत्रं प्रति शिथिलता मन्तरगतिः आयाति. मन्तरगतिः नाम किं भगिनि? मन्तरगतिः इत्युक्ते रिलाक्स्ड् इति वदामः किल, तत्र रिजिड् नास्ति, तादृशमेव भवतु इति नास्ति. यत्र तातङ्ग् इति यत्र ञकारः अस्ति तदपि ञित् अस्ति, परन्तु ञिच्च इति सूत्रं प्रति तदेव तत्र कार्यं भवतु इति स्ट्रिक्ट्लि नास्ति. तत्र किञ्चित् तस्मिन् एव विषये किञ्चित् मन्तरगतिः शिथिलता रिजिड्लि अब्सर्व्ड् इति वदामः, नाट् रिजिड्लि अब्सर्व् क्षम्यतां विपरीतं रिलाक्स्ड् रिलाक्स्ड् भवति सूत्रम्. इह उत्सर्गापवादयोः अपि समबलत्वात् अत्र उत्सर्गस्य अपवादस्य च समबलं भवति. उत्सर्गसूत्रम् अलोन्तस्य, अपवादसूत्रं निच्च. चिन्तयित्वा वदतु. उत्सर्गसूत्रं तु सम्यक् समीचीनं, परन्तु अपवादसूत्रम् अनेकाश्चित् सर्वस्य निच्चसूत्र अनेकाश्चित् सर्वस्य सूत्रस्य अपवादं निच्च. अतः इदानीम् उत्सर्गः कः अपवादः कः? उत्सर्गः अनेकास्ति सर्वस्य. तस्य अपवादः तस्य अपवादः निच्छ. सम्यक्. अनेन तातङ्गि नित्वस्य निच्छ इति सूत्रं प्रति अपवादबलं न निर्वहति. नाम तातङ्गि परे नित्वस्य निच्छ इति सूत्रं प्रति अपवादबलं न निर्वहति. निर्वहति इत्युक्ते निर्वहति मीन्स् इट् नाट् बि तदेव. तत्र किं भवति, इदानीं तु शिथिलता इति उक्तवन्तः किल. निच्च इत्यत्र तातङ्ग् इत्यत्र नित् च इति सूत्रस्य शिथिलता इति वयम् उक्तवन्तः. इदानीं उत्सर्गः यदा भवती उक्तवती अनेकाश्चित् सर्वस्य अपवादः निच्च, तस्य समबलम् अस्ति. सामान्यतया उत्सर्ग अपवादः अस्ति चेत् अपवादसूत्रस्य एव बलम् अधिकम्. यत्र यत्र अपवादसूत्रः आगच्छति कार्यं कर्तुम्, इदानीम् अस्माकं प्रसङ्गः तु निच्च सूत्रम् अनेकाश्चित् सर्वस्य इति सूत्रस्य अपवादः. सामान्यतया अपवादसूत्रस्य बलम् अधिकं, उत्सर्गसूत्रं प्रबाध्य, सामान्यसूत्रं प्रबाध्य अपवादसूत्रमेव कार्यं करोति. सामान्यस्थितिः, बै डिफाल्ट् सामान्यस्थितिः तदेव. परन्तु इदानीम् अस्माकं प्रसङ्गः किञ्चित् भिन्नः तातङ्ग् विषये. इदानीं निच्च इत्यत्र शिथिलता अभवत्, अतः किं भवति इत्युक्ते उत्सर्ग अपवादयोः समबलम् आगच्छति. समबलम् इति आगच्छति चेत् तत्र तातङ्ग् विषये निच्च इति सूत्रं तस्य अपवादस्य बलं, यद् अपवादबलम् अस्ति तदिदानीं नास्ति. द्वयोः तु समबलम् अस्ति किल, अतः अपवादबलं तद् त्यजति, तस्य तद् गच्छति एव. इच्छा इति अपवादभूतसूत्रं परेण बाध्यते, सामान्यसूत्रेण बाध्यते. इदानीं वदतु, तद् निच्च इति सूत्रसङ्ख्या का, अनन्तरं अनेकाश्चित् सर्वस्य इत्यस्य सूत्रसङ्ख्या? अनेकाश्चित् सर्वस्य 1155, निच्च सूत्र 1153. अतः कः परसूत्रं, कः पूर्वसूत्रम्? पूर्वसूत्रं निच्च, परसूत्रम् अनेकाश्चित् सर्वस्य. सो परसूत्रं बलीयं सामान्यतया विप्रतिषेधे परं कार्यं परं कार्यम्. अतः अनेकाश्चित् सर्वस्य इति सूत्रस्य बलम् इदानीम् अधिकम् अधिकम्. तस्मात् निच्च इति अपवादभूतसूत्रं परेण बाध्यते, परसूत्रम् अनेकाश्चित् सर्व तस्मात् बाध्यते. अतः तत्र प्रयोजनद्वयमस्ति. अनेकाश्चित् सर्वस्य इत्यस्य कार्यं किमर्थम् अत्र भवति इति कारणद्वयमस्ति. अपवादसूत्रं सामान्यसूत्रम् इदानीं समानं भवति, अतः अपवादबलं तु गतं. सामान्य परेण बाध्यते, अतः परसूत्रम् अस्ति, अतः तस्य कार्यं भवति. तदेव तत्र अस्माकं पाठः. इदानीं निच्च इति सूत्रस्य कार्यं बाधितम् अनेकाश्चित् सर्वस्य इति कारणेन, यद्यपि तातङ्ग् नित् अस्ति तदापि तस्य कार्यं बाधितम् इति. धन्यवादः भगिनी. रघुपतिमहोदय, आम् विविधकार्यैः तातङ्गविषये मन्दगत्या प्रवृत्तिः भवति. यथा कश्चन लोकन्यायः अस्ति यत् यः बुभुक्षितः तस्य शीघ्रमेव भोजनस्य विषये प्रवृत्तिः भवति. यः तस्मिन्नेव क्षणे खादितवान् उदरं पूरितं तस्य भोजनविषये प्रवृत्तौ मन्थरगतिः आयाति. एवमेव तातङ्गः नित्वस्य अनेकानि कार्याणि अभवन् एव. यस्मात् निच्च प्रति तादृशी प्रवृत्तिः नास्ति. अतः अपवादत्वस्य बलं नश्यति. अस्तु, वयं किमर्थं अपवादबलस्य शिथिलता भवति इति तत्र दत्तमस्ति. यत्र बहु कार्यम् अस्ति तत्र तस्य अपवादबलस्य अपवादबलं शिथिलतां प्राप्नोति. यथा एकं लौकिकन्यायम् अस्ति, यः बुभुक्षितः तस्य शीघ्रमेव भोजनस्य विषये प्रवृत्तिः भवति. यः तस्मिन् क्षणे एव खादितवान् उदरं पूरितः तस्य भोजनविषये प्रवृत्तौ मन्थरगतिः आयाति इति. अत्र एवमेव तातङ्ग नित्वस्य अनेकानि कार्याणि अभवन् उदरं पूरितम्. अतः तस्य अपि तादृशी प्रवृत्तिः भवति, यथा मन्तर्गतिः प्रवृत्तिः भवति. अतः अपवादबलस्य शिथिलता अपवादबलत्वं बलम् एव नश्यति इति दत्तमस्ति. तस्य भोजनस्य बुभुक्षा नश्यति, तादृशमेव अपवादबलमपि तत्र नश्यति. अग्रिमा परिच्छेदमपि पठतु महोदय. अधुना यदा अपवादस्य बलं नास्ति तदा पूर्वपरत्वं परिशीलनीयं भवति. निच्च अनेकाल्षित् सर्वस्य, निच्च इति प्रथमाध्यायस्य प्रथमपादस्य त्रिपञ्चाशत्तमसूत्रमस्ति. अनेकाल्षित् सर्वस्य इति परसूत्रमस्ति पञ्चपञ्चाशत् इति. तदेव अध्याये, तदेव पादे इति सूत्रद्वयमपि सपादसप्ताध्यायाम् अस्ति. अतः अनेकाल्षि सर्वस्य इत्यस्य परत्वात् बलं, तदर्थं च सिद्धान्तकौमुद्याम् उच्यते इह उत्सर्ग अपवादयोः अपि समबलत्वात् भवतात्. एतस्मात् तातङ्ग अनेकाल्षि सर्वस्य इत्यनेन न केवलम् उकारस्य अपि तु प्रत्ययस्य पूर्णतया स्थाने आयाति इति. अत्र दत्तमस्ति यदा अपवादबलं नश्यति तदा पूर्वपरत्वं परिशीलनीयं भवति. णिच् इति सूत्रं पूर्वसूत्रमस्ति, अनेकाल्षिसर्वस्य परसूत्रमस्ति. अतः विप्रच्छेदे परं कार्यम् इति वार्तिकम् एतत् परं कार्यं सूत्रमेव महोदय. सूत्रमेव अस्तु, सूत्रेण आधारेण अनेकाल्षित् सर्वस्य एव प्रसक्तिः भवति. अतः तदर्थं सिद्धान्तकौमुद्याम् उच्यते इह उत्सर्ग अपवादयोः अपि समबलत्वात् अपवादसूत्रस्यापि उत्सर्गसूत्रस्य समबलं भवति. यदा अपवादसूत्रं मन्तरगतिं प्राप्नोति अनेकानि प्रयोजनानि तत्र सूत्रस्य भवति, तदा समबलत्वं भवति. तत् समबलत्वं भवति चेत् पूर्वपरत्वं परिशीलनीयम्. अतः अनेकाल्षित् सर्वस्य इत्यनेन अनेकाल्षित् सर्वस्य सूत्रेण एव कार्यं करोति तातङ्ग, यद्यपि नित् अस्ति. अतः अपि तु अनेकाल् अस्ति, अतः सर्वस्य स्थाने तु इत्यस्य स्थाने एव तस्य आदेशः भवति, न तु अन्तिम उकारस्य स्थाने. सम्यक्, अतः एव भवतात् इति रूपम्. भवतात् भवतु इति एकं रूपं तु इत्यस्य स्थाने तात् भूत्वा भवतात् इति रूपम् आगच्छति. सामान्यतया किं भवति इत्युक्ते अपवादविषये सूत्रसङ्ख्या न द्रष्टव्या. यत्र अपवादः भवति चेत् तस्य एव बलं भवति, तद् सूत्रमेव कार्यं करोति, तत्र सूत्रसङ्ख्यायाः किमपि महत्वं नास्ति. परन्तु एतत्तु विशेषस्थलमस्ति, अस्मिन् प्रसङ्गे सूत्रसङ्ख्या द्रष्टव्या, तदेव पाठः अस्ति, मुख्यबिन्दुः तदेव. तत्र निच्च इति सूत्रं बाधित्वा अनेकाल्चित् सर्वस्य कार्यं करोति. अनेकाल् अस्ति, ञित् अस्ति, परन्तु अनेकाल्चित् सर्वस्य कार्यं करोति समबलत्वात्, अतः तदेव पाठः. अस्तु, अग्रिमपाठं प्रति गच्छामः वा? तत्र तिङ् प्रत्ययानां सिद्धिः द्वितीयपाठः इति. इदानीं पर्यन्तं वयं परस्मैपदी सिद्धतिङ्प्रत्ययाः लट् दृष्टवन्तः, लोट् दृष्टवन्तः, इदानीं लङ् लङ् विदिलि इति परस्मैपदी, अनन्तरम् आत्मनेपदी, पुनः लट् लोट् लङ् विदिलि इति सार्वधातुक लकाराः. अस्तु, विजया भगिनि. पठति वा प्रथमतः सिद्ध सिङ्गप्रत्ययानां सिद्धिः द्वितीयपाठः. एतावता परस्मैपदीधातूनां कृते लोट् लटि लोटि च सिद्ध सिङ् प्रत्ययाः कथं भवन्ति इति अस्माभिः दृष्टम्. स्मरणीयं यत् इदानीं यत्र अङ्गम् अदन्तम् अस्ति, द्वादौ द्विवादौ त्रिधादौ चुरादौ च, तत्रैव अस्माकम् अवधानम्. अङ्गम् अदन्तं नास्ति चेत् सिद्धप्रत्ययाः किञ्चित् भिन्नाः. यथोक्तं तावदेव वा भगिनि? आं, प्रथमम् एतद् वदतु, अनन्तरं द्वितीय परिच्छेदं पठतु. एतवतां परस्मैपदीधातूनां कृते लटि लोटि, तत्र लटि लोटि विधिलिङ्ग् लङ् एतत् चतुर्थ विषयमेव, परन्तु तत्र वयं दृष्टवन्तः लटि लोटि च सिद्धप्रत्ययाः कथं भवन्ति इति अस्माभिः दृष्टम्. अनन्तरं स्मरणीयं यत् तत्र इदानीं यत्र अङ्गम् अदन्तम् अस्ति, द्वादौ द्विवादौ चुदादौ चुरादौ, द्वादौ इत्युक्ते प्रथमगणः, द्विवादि चतुर्थगणः, चुदादौ षष्ठगणः, चुरादौ दशमगणः, एतत् तत्रैव अस्माकम् अवधानम्. अङ्गम् अदन्तं नास्ति चेत् सिद्धप्रत्ययाः किञ्चित् भिन्नाः एव. तत्र अदन्तम् इत्युक्ते किम् इति, इत्युक्ते किम् इति वदतु भगिनि. अदन्तम् इत्युक्ते किम्? अदन्तं श्रूयते किल? अदन्तम् इति, आं भगिनि, अदन्तम् अङ्गस्य अङ्गस्य अन्तिमवर्णः एव अदन्तम् इति स्वीकरणीयं. भव इति आगच्छति खलु, भू धातु, भू शप् एतत् शकरस्य तत्र लसकटतिरे इति सूत्रेण गच्छति. पकारः अलन्त्यं तस्य लोपः इति सूत्रेण गच्छति, आ एव तत्र तिष्ठति. अनन्तरं भवं भव इति अङ्गं भवति, निष्पणं भवति. यत् वयं पूर्वमेव एतत् अतीतमेव अस्माकं तत्र अङ्गम् इति भव इति रूपं भवति. एतदपि तत्र उदाहरणम् अङ्गमदन्त तत्र एकनिमिषं भगिनि, तत्र अन्तिमवर्णः कः? अन्तिम भव इत्यस्य अन्तिमवर्णः कः? भव इत्यस्य अन्तिमवर्णः वदतु भगिनि. अकारः एव खलु भगिनि, अतः एव तस्य नाम अदन्तम्, अत् अन्तम् अदन्तं, तत्र जष्ट्वसन्धिः भूत्वा अदन्तम् इति आगच्छति. अवगच्छति वा तद् किम् इति? आं भगिनि, आं भगिनि. तत्र यदा वयं शक्नु इति अङ्गं स्वीकुर्मः स्वादिगणीयधातुः, तत्र अन्तिमवर्णः कः? उकारः. तत्र वयं किं वदामः, अदन्तम् इति वदामः वा? वदतु सम्यक् एव. सम्यक् अवगच्छति किल मुख्यभेदः, अदन्तम् अनदन्तं तयोः मध्ये अन्तिमवर्णः द्रष्टव्यः. कदा द्रष्टव्यः इत्युक्ते विकर्णप्रत्ययस्य मेलनानन्तरं, धातुविकर्णप्रत्ययोः मेलनं यदा अङ्गं निष्पन्नं, तत्र अन्तिमवर्णः अकारः, ह्रस्वकारः, अत् तपरस्तत्कालस्य इति अत् भवति. अत् अकारः अस्ति चेत् अदन्तमङ्गं. कुत्र भवति? भुआदौ, दिवादौ, तुदादौ, चुरादौ एव चत्वारः गणः, तत्र एव अदन्तम् अङ्गं भवति. षड् गणाः सन्ति किल, तत्र तु अङ्गम् अनदन्तं भवति. अनदन्तम् इत्युक्ते यस्य अङ्गस्य अन्ते अकारः नास्ति, भिन्नवर्णः. उ यदा अहम् उक्तवती इदानीं शक्नु उ अदादिगणीयधातुः अस्ति चेत् तत्र तु विकरणप्रत्ययः एव नास्ति, अतः धातोः अन्ते कः वर्णः अस्ति तदेव अङ्गं भवति, तत्रापि अनदन्तम् अङ्गं भवति. द्वयोः भेदः बहु मुख्यः अस्ति. अस्तु, द्वितीयपरिच्छेदं पठतु. यथोक्तं पूर्वम् अस्माकं प्रमुखं चिन्तनं भवति अङ्गनिर्माणे अपि च अङ्ग सिद्ध तिङ् प्रत्ययोः मेलने. सिद्ध तिङ् प्रत्ययाः कथं सिद्ध्यन्ति इति अत्र एकवारम् अवलोकयाम. येन अस्माकं तिङ् प्रत्यय ज्ञानं तर्कयुक्तं स्यात्. एवञ्च यदा सिद्ध तिङ् प्रत्ययाः कण्ठस्थी क्रियन्ते अस्माभिः, कण्ठस्थीकरणं तु अतीव लाभदायकम् एव. तदा सूत्रधारीकृत्य कण्ठस्थीकरणं सुलभमेव. तत्र यथोक्तं पूर्वम् अस्माकं प्रमुखं चिन्तनं भवति अङ्गं निर्माणम् अपि च अङ्ग सिद्ध तिङ् प्रत्ययोः. अङ्गनिर्माणं कथं भवति इति भू धातुः वयं पूर्वमेव दृष्टवन्तः. भू अनन्तरं तत्र कार्यं भवति, भो इति भवति, अनन्तरं भव इति भवति. एतत् सोपानं वयं पूर्वमेव दृष्टवन्तः. अपि च अङ्ग सिद्ध तिङ् प्रत्ययोः, तिङ् प्रत्ययम् अष्टादश इति वयं जानीमः. नव आत्मनेपदी, नव परस्मैपदी इति सिद्ध तिङ् प्रत्ययोः मेलनेन एतत् सर्वं लस्य इति अष्टादशसूत्रेण लस्याधिकारः इति तत्र कार्यं करोति. सिद्ध तिङ् प्रत्ययाः कथं सिद्ध्यन्ति इति अत्र एकवारम् अवलोकयाम. येन अस्माकं तिङ् प्रत्ययः ज्ञानं तर्कयुक्तं स्यात्. तत्र लङ् लोट् विधिलिङ्ग् एतत् सर्वं लङ् इत्युक्ते सा इति अभवत् इति आगच्छति, लट् इति भवति इति आगच्छति, लोट् इति भवत् भवतु भवतात् इति आगच्छति. एतत् विधिलिङ्गि भवेत् इति तत्र लस्य प्रकारं किञ्चित् भिन्नरूपम् अस्ति, परन्तु एतत् सर्वं लस्य अधिकारे एव आगच्छति. तत्र एतत् तिङ् प्रत्ययः ज्ञानं तर्कयुक्तं स्यात् तत्र. एवञ्च यदा सिद्ध तिङ् प्रत्ययाः कण्ठस्थीक्रियन्ते अस्माभिः कण्ठस्थीकरणं तु अतीव लाभदायकमेव. एतत् परस्मैपदि अस्ति, तत्र आत्मनेपदि अपि अस्ति. एतत् सर्वम् एकवारं दशलकाराणां कण्ठस्थीकरणं चेत् अतीव लाभम् एव अस्माकं स्वीकृतं. तदा सूत्रधारीकृत्य कण्ठस्थीकरणं सुलभमेव. सूत्रधारी इत्युक्ते तत्र सूत्रमेव खलु भगिनि? सूत्र आधारीकृत्य, सूत्र आधारेण. अस्तु अस्तु भगिनि, सूत्रं तत्र आधारं स्वीकुर्मः चेत् तत्र कण्ठस्थीकरणं सुलभमेव इति तत्र उक्तम्. अग्रिमपरिच्छेदमपि सम्यक् एव, अग्रिममपि पठतु भगिनि. अस्तु भगिनि, तर्हि लटप्रत्ययाः दृष्टाः अपि च लोटः प्रत्ययाः नित्वत् सन्ति इति अस्माभिः अज्ञायत. तत्र अतिदेशसूत्रम् अस्ति लोटि लोटो लङ्वत्. अतिदेशः नाम यस्य स्वभावः तथा नास्ति, अतिदेशसूत्रेण तदैव व्यवह्रियते. यथा लोट् तु निक् नास्ति, किन्तु अतिदेशसूत्रेण नित्वत् व्यवह्रियते. अधुना नित् लकारद्वयं लट् लकारं विधिलिङ्ग् लकारं च परिशीलयाम. तत्र एतत् प्रक्रिया अस्ति लट् लोट् इति नित्वत् सन्ति इति अस्माभिः अज्ञायत. नित्वत् इत्युक्ते तत्र निति इव तत्र अतिदेशसूत्रम् अस्ति चेत् अस्ति लोट् लोटो लङ्वत्. पश्यामः चेत् तत्र लोटोः लोटः सोपानं लङ्वत् इव लङ् इव भवति. अतिदेशनाम यस्य स्वभावः तत्र तथा नास्ति. स्वभावः इत्युक्ते एतत् मध्ये किं सोपानमस्ति तत्र नास्ति चेत् अतिदेशसूत्रेण तदेव व्यवह्रियते. व्यवह्रियते इत्युक्ते स्वीक्रियते वा भगिनि? व्यवहारं भवति. आम्, तादृशमेव समानकार्यं कर्मणि मध्ये आगच्छति. तत्र यथा लोट् तु नित् नास्ति, लोट् मध्ये लोट् वयं जानीमः तु तात् इति तातञ्च इति तत्र सूत्रं प्रयोगमस्ति. तत्र निन् नास्ति, नित् नास्ति, किन्तु अतिदेशसूत्रेण नित्वत् व्यवह्रियते. अतिदेशसूत्रेण तत्र निन्मति नित् नित्वत् इति व्यवह्रियते इत्युक्ते लोटोः लङ्वत् इति तत्र कार्यं भवति इति. अधुना नित् लकारद्वयमस्ति, लट् लकार लङ् लकारम् अनन्तरं विधिलिङ्ग् लकारं च. एतत् अग्रिम परिच्छेदे वयं पश्यामः इति. सम्यक्, तावदेव. तत्र तत्र इदानीं लङ् लकारः विधिलिङ्ग् लकारः किं भवति इति परिशीलयामः इति दत्तमस्ति. अस्मिन् पाठे अन्ते तत् पाठम् इदानीं पठामः, परन्तु अन्ते एकः अभ्यासः अस्ति. सूत्राणि दत्तमस्ति, आत्मनेपदी सर्वं समाप्य अन्ते अभ्यासः अस्ति. अधः लटि लोटि लङ्गि विविलिङ्गि च अङ्गं यत्र अदन्तम् अस्ति तत्र तिङ् प्रत्ययानां सिद्ध्यर्थं सर्वाणि आवश्यकानि सूत्राणि दत्तानि इति. सूत्राणि सर्वाणि तत्र सन्ति. तत्र एकः अभ्यासरूपेण महोदयेन विरचितमस्ति, कुत्र कुत्र प्रसक्तिः अपरेण सूत्रेण बाधितं वा इति. अहं किं वदामि इत्युक्ते इदानीमेव अस्य अभ्यासस्य आरम्भं करोतु इति गृहपाठरूपेण यत्र यत्र वयं पठामः किमपि एक्सेल् शीट् मध्ये वा किमपि लेखनं लेखितुं शक्यते चेदपि नास्ति चिन्ता कुत्रापि स्थापयित्वा यत्र यत्र वयं सूत्रं परिशीलयामः बाधितसूत्रं वदामः तत्र स्थापयतु तत्र किं भवति इत्युक्ते यदा वयम् अनदन्तमङ्गं विषये पश्यामः वा अन्य किमपि कार्यं वयं पश्यामः चेत् अत्र पुनः आगत्य परिशीलनं कुर्मः चेत् तत्र सौलभ्यं भवति गच्छता कालेन सूत्राणाम् अपि मनसि तिष्ठति अतः एतस्य आरम्भम् अद्य एव करोतु किञ्चित् किञ्चित् सूत्रद्वयं वा त्रयं वा स्वीकृत्य तस्य परिशीलनं करोतु प्रायः परस्मैपदी लङ् लकारपर्यन्तं लङ् अद्य समापयामः चेत् तस्मात् पर्यन्तं भवन्तः कर्तुं शक्नुवन्ति अस्तु जेर्जुस् प्रायः भवत्या एतत् एक्सेल् शीट् मध्ये प्रेषितवती खलु भगिनि भव्या भव्या भगिनी प्रेषितवती तद् मा पश्यतु भवती एव करोतु किमर्थम् इत्युक्ते न तत् सम्यक् एव अस्ति तद् न तद् तत् सम्यक् अस्ति अभ्यासार्थम् अहं वदामि मा पश्यति इत्युक्ते दोषः अस्ति इति नास्ति तद् पश्यति चेत् कथं भवत्याः अभ्यासः भवति एकमेकं सूत्रं स्वीकृत्य गृहपाठरूपेण करोतु तद् यद् एक्सेल् शीट् भगिनी प्रेषितवती तत् तस्याः गृहपाठमस्ति गृहपाठं कापि मत् करोतु इति वदामि तद् अनन्तरं पूर्णतया कृत्वा चेकिङ्ग् कर्तुं शक्नुमः दोषः अस्ति वा कुत्र वयं दोषः कृतवन्तः इति इदानीं तद् मा पश्यतु भवती एव करोतु अस्तु आम् श्रीवल्ली भगिनि आं भगिनि परस्मैपदी धातूनां मूलतिं प्रत्ययाः तिप्तश्चि तिप्तस्थ मित्वस्मस् परस्मैपदे लङ्लकारस्य तिङ्प्रत्ययसिद्धिः नियमाः मूलतिङ्प्रत्ययेषु यत्र इकारः नित्लकारेषु तस्य इकारस्य लोपः यथा तिस्थाने हित् झि स्थाने झि झोन्तः सूत्रे झि स्थाने अन्ति अन्तिस्थाने अन्त् सि स्थाने सकारः द्वितीयनियमः तस्थस्थ मिप् लित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं ता अम् एते आदेशाः न केवलं लङि अपि तु सर्वेषु लित्सु लकारेषु एते आदेशाः भवन्ति वस् मस् अनयोः प्रत्ययोः सकारस्य लोपः अयं लोपः अपि सर्वेषु निच्चु लकारेषु भवति परस्मैपदिधातुना मूलप्रत्ययः तिप्तस्जि सिप्तस्थ मित्वस्मस् तिङ्प्रत्ययसिद्धिः लङ् लकारस्य तिङ्प्रत्ययसिद्धिः त्रीणि नियमानि सन्ति प्रथमनियमं मूलतिङ्प्रत्ययेषु यत् इकारः नित् लकारेषु तस्य इकारस्य लोपः कुत्र कुत्र इकारः अस्ति इति प्रथमं वदतु भगिनि ति सि तिप् सित् मित् जि तत्र इदानीं इकारस्य लोपः भूत्वा किं भवति भूत्वा स्थाने तकारः झि स्थाने अन्त् सिप् स्थाने सकारः मिप् स्थाने मकारः इदानीं पकारस्य का गतिः पकारस्य इत् लेटर् सूत्रं हलन्त्यम् इति सूत्रेण पकारस्य लोपः भवति. परन्तु लोपानन्तरं ति स्थाने इकारस्य स्थाने इकारस्य लोपः भवति. सम्यक्. इदानीं द्वितीयं वदतु. तत्र कस्य स्थाने किम् आदेशः इत्येव वदतु. तस् स्थाने ताम्, थस् स्थाने तम्, था स्थाने ता, मित् स्थाने अम्. एते आदेशाः भवन्ति. सम्यक्. इदानीं प्रथमबिन्दू वयं दृष्टवन्तः. तत्र यत्र यत्र इकारः अस्ति तत्र तत्र इकारस्य लोपः इति दृष्टवन्तः. इदानीं द्वितीयबिन्दु यदा भवती पठितवती तयोः किमपि भेदः अस्ति किल, तत्र साम्यमपि अस्ति, भेदः अस्ति. कस्य कस्य प्रत्ययस्य? एकः एव प्रत्ययः, द्वयोः अपि प्रसक्तिः अस्ति. तत्र कः प्रत्ययः? द्वयोः अपि मित् अम्मा अम् अस्ति. अवगतं किल? प्रथमं वदति, प्रथमनियमः वदति इकारस्य लोपः इति. द्वितीयनियमं वदति मिप् स्थाने अम्मादेशः इति, मकारस्य स्थाने इति न वदति, मिप् स्थाने इति वदति, पूर्णप्रत्ययः वदति. अस्तु, अतः नियमं मनसि भवेत्. यदा वयं सूत्रं परिशीलयामः तत्र कस्य सूत्रस्य बलम् इति आगच्छति, तद् मनसि भवेत्. अनन्तरं द्वितीय वाक्यं तत्र न केवलं, तदपि पठतु पुनः भगिनि. न केवलं लङि अपि तु सर्वेषु नित्सु लकारेषु एते आदेशः भवन्ति. पूर्वं दृष्टवती वा तद् तद् एतादृशकार्यं? सर्वेषु लकार सर्वेषु लकारेषु न लोट् लकारे केवलं लङि लोट् लोटि अपि कार्यं भवति किल. परन्तु तत्र तु दत्तमस्ति लङि, न केवलं लङि अपि तु सर्वेषु नित्सु लकारेषु इति दत्तमस्ति. कथं लोटि कार्यं भवति? केन सूत्रस्य आधारेण? सम्यक्. भवती अवगतवती वा इति प्रश्नः अतः एव पृष्टवती. सम्यक् सम्यक्. तृतीयनियमं बस् मस् अनयोः प्रत्ययोः सकारस्य लोपः भवति. बस् स्थाने वा, मा स्थाने मा इति अवशिष्यते. अयं लोपः अपि सर्वेषु निश्चु लकारेषु भवति. लोट् तदपि लोटि अस्ति वा? लोटि लोटि अस्ति. एतदपि चिन्तयतु भगिनि, तत्र वस् इति मस् इति प्रत्ययद्वयम् अस्ति किल, तत्र सकारस्य लोपः इति दत्तमस्ति. तद् केन सूत्रस्य केन सूत्रं प्रभाद्य आगच्छति सकारस्य लोपः? साधारणतया सकारस्य लोपः भवति वा, इत्संज्ञा भवति वा? नास्ति, सकारस्य लोपः नास्ति. केन सूत्रेण बाधितमस्ति सकारस्य? हलन्त्यम् इत्युक्तेन नविभक्तौ तस्मा. सम्यक्. न विभक्तौ तस्माः इति सूत्रेण बाधितमस्ति. इदानीं स्मर्यते वा? तत्र तत् तद् सूत्रेण सकारस्य लोपः तु न भवति, तस्य इत्संज्ञा न भवति, परन्तु परन्तु अत्र दत्तमस्ति अनयोः प्रत्ययोः सकारस्य लोपः इति. अन्यसूत्रमपि एकम् अस्ति, प्रायः लट्लकारे दृष्टवन्तः, येन वका वस् इत्यस्य वः इति भवति. केन सूत्रेण? सूत्रद्वयमपि सर्वदा युगपत् कार्यं करोति. केचन स्थलेषु करवसानयोर्विसर्जनीयः इत्यस्य कार्यं यत् केचन स्थलेषु न भवति, तत्र वयं परिशीलयामः यत्र न आगच्छति इति. इदानीं युगपत् स यत्र यत्र ऋत्वः भवति, अनन्तरं विसर्गः आदेशः भवति, अतः एव तस्य नाम अस्ति ऋत्वविसर्गौ. कार्यस्य नाम ऋत्वविसर्गौ इति अस्ति. अत्र तस्यापि प्रसक्तिः अस्ति किल, सुसजुषोरुः करवसानयोर्विसर्जनीयः. सकारस्य स्थाने तदपि भवितुम् अर्हति. किमर्थं न भवति इति पश्यामः अत्र. अतः अहं किम् उक्तवती, सूत्रस्य उद्घाटनं कृतवती, किं किं सूत्रम् अत्र आगन्तुम् अर्हति इति. अग्रे वयं परिशीलयामः किमर्थं न आगच्छति इति, किं सूत्रं किं बाधित्वा कथम् आगच्छति इति वयं परिशीलयामः. अत्र एक अन्य एक मुख्यबिन्दुः अस्ति, एतद् नियमाः एतत् एतानि सूत्राणि अतीवसामान्यसूत्राणि, सामान्यकार्याणि. मित्सु लकारेषु इत्युक्ते लङ् लिङ् लुङ् लृङ् सर्वत्र भवति. लङ् तु सामान्य, तत्र किमपि विशेषकार्याणि नास्ति. अन्यलकारेषु विशेषकार्याणि भूत्वा किञ्चित् भेदः भवति, परन्तु यद् सूत्रं कार्याणि अत्र दत्तमस्ति तद् सर्वे सामान्यकार्याणि तु लङ् लकारे भवति एव. सम्यक्. अनन्तरं सूत्रमपि पठतु भगिनि, हलन्त्यं तस्य लोपः. हलन्त्यं यस्य कस्यापि अंशस्य अन्ते हल् वर्णः भवति तस्य हल् वर्णस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण यस्य वर्णस्य इत्संज्ञा जाता तस्य लोपः भवति. कुत्र कुत्र प्रसक्तिः अस्ति इति एकवारं वदतु भगिनि, हलन्त्यं तस्य लोपः इति. तिप् प्रत्ययस्य तिप् सिप् निप् निप् इत्यस्य किमर्थं नास्ति? पूर्णतया आगच्छति आदेशः, तस्तस्तमेपां तां तं तामः, तत्र निप् स्थाने पूर्णतया आदेशः आगच्छति, अतः तत्र हलन्त्यम् इत्यस्य कार्यं नास्ति. अनन्तरं तस्थस् वस् मस् तस्थस् वस् मस् तकारस्य सकारस्य लोपः भवति. नो तस्थस् स्थाने पूर्णादेश तां तं. सम्यक्. वस् मस् वस्मस्थाने सकारस्य लोपः भवति. झि स्थाने अन्ति, झोन्तः सूत्रेण अन्ति भवति, अन्ति इति इकारस्य लोपः अन्त् भवति. तकारस्य स्थाने ता पूर्णतया आदेशः भवति. सम्यक्. वस्मस् इत्यस्य यद्यपि सकारस्य लोपः, परन्तु हलन्त्यम् इति सूत्रेण नित्यं नितः. आम्, तत् सत्यं, परन्तु मनसि भवेत् हलन्त्यम् इत्यनेन न. सम्यक्. सम्यक् भगिनि, धन्यवादः. आं महोदय, भवान् इदानीं तर्हि नियमान् अनुसृत्य कार्यम् एवं. तिप् अत्र पकारस्य लोपः, ती अवशिष्यते. अनन्तरम् इकारस्य लोपः इकारस्य लोपः भवति. अनन्तरं त एव अवशिष्यते, तकार एव अवशिष्यते. तर्हि लङ् प्रत्यय निष्पन्नः त अन्तिमं रूपं तस् इति अस्ति. तत्र ताम् आदेश इत्यनेन सम्पूर्णं ताम् इति आदेशः भवति, अतः ताम् इति लङ् प्रत्यय निष्पन्नः. झि अस्ति, तत्र ज झकारस्य स्थाने अन्त आदेशः, अन्त इ अस्ति, इकारस्य लोपः अन्त, तकारस्य संयोगात् अन्त अन्त तकारस्य संयोगात् लोपः अन् एव अवशिष्यते. अन्त इ अस्ति, अन्त तकारस्य संयोगलोपः इति अस्ति, दत्तमस्ति. संयोगः अस्तु. संयोगः इत्युक्ते यदा द्वयोः अथवा तदधिकान् अधिकानां हल् वर्णानाम् अव्यहितं मेलनम् अव्यवहितं मेलनं भवति, नाम तन्मध्ये अच् वर्णः न आयाति, तदा संयोगः इत्युच्यते. हलोनन्तरसंयोगः इति सूत्रेण यदि सः संयोगः कस्यापि पदस्य अन्ते भवति, तर्हि तस्य संयोगस्य अन्ते यः वर्णः भवति तस्य वर्णस्य लोपः भवति. संयोगान्तस्य लोपः इति सूत्रेण यथा अन्त् इति अस्ति, तत्र अन्त् इति तत्र अन्त् इति संयोगः, अतः तकारस्य लोपः भूत्वा अन् लोपः भवति, अतः तकारस्य लोपः भवति, अन् एव अवशिष्यते. अस्तु, अग्रे जि अव अभवत्. अस्तु, अतः अन्तिमं रूपमस्ति तिङ् सिद्ध तिङ् प्रत्यय अन् इति. सिप् तत्र पकारस्य लोपः भवति, हलन्त्यं तस्य लोपः, अपि च ई लोपः भवति, ई लोपः भवति, सकार एव अवशिष्यते, अतः तदपि अन्तिमं सिद्ध तिङ् प्रत्यय स एव. तस् अस्ति, तत्र तम् आदेशः, तदपि अन्तिम लङ् प्रत्यय निष्पन्नः. त अत्र त एव लङ् प्रत्ययः निष्पन्नः. त एव तकारस्य स्थाने महाप्राणस्य अल्पप्राण तकार एव निष्पन्नः. मिप् अस्ति, तत्र सम्पूर्णं तस्य स्थाने सम्पूर्ण आदेशः भवति, अम् आदेशः, अतः तदेव अम् इति निष्पन्नः. वस् तत्र सकारस्य लोपः भवति, वकार वाय् सोरि वा एव अवशिष्यते, अतः तदपि अन्तिमरूपं लङ् लङ् लङ् लङ्लकारस्य. मस् तत्र उत्तमपुरुषस्य बहुवचनं, तत्रापि सकारस्य लोपः, मकार एव सोरि म इति अन्तिमं रूपं. तर्हि इदानीं लङि सिद्धप्रत्ययः भवति, त त ताम् अन् स तं त अं व म. सम्यक्. इदानीं सूत्रं प्रथमसूत्रं पठित्वा कुत्र कुत्र तस्य प्रसक्तिः अस्ति इति वदतु. अस्तु अस्तु. इतश्च इति सूत्र प्रथमसूत्रमस्ति, तृतीय अध्यायस्य चतुर्थपादस्य शततमसूत्रमस्ति. नित्लकारस्य स्थाने यः परस्मैपदं ह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपः भवति. येन विधि तदन्तस्य इत्यनेन इकारान्त इत्यर्थ. अलोन्तस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य इकारस्य लोपः, न तु पूर्णप्रत्ययस्य. इतः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. इतश्च लोपः परस्मैपदेषु, इतश्च लोपः, इतः च लोपः परस्मैपदेषु इत्यस्मात् लोपः परस्मैपदेषु इत्यनेन अनुवृत्तिः. नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. नितः लस्य इतः परस्मैपदस्य लोपः भवति. नित्लकारस्य इतः इक् वर्णस्य परस्मैपदेषु परस्मैपदेषु लोपः भवति इति. इदानीं मूलप्रत्ययमस्ति तिप् तद्धि तिप् तस्थ निप् अस्मस्. अत्र तिप् इत्यस्य स्थाने तस्य प्रसक्तिः अस्ति, झि इत्यस्य स्थाने तस्य प्रसक्तिः अस्ति, सिप् इत्यस्य स्थाने प्रसक्तिः अस्ति, मिप् तत्र तस्य प्रसक्तिः नास्ति. किमर्थमिति चेत् तत्र अन्यत् सूत्रम् अस्ति पूर्णतया आगच्छति इदानीं तत्र अम् तत् सम्यक्. प्रथमं प्रसक्तिः तु अस्ति, कार्यं न भवति. मिप् स्थाने इतश्च इत्यस्य प्रसक्तिः प्रथमं तु अस्ति, परन्तु कार्यम् इतश्च इति सूत्रेण न भवति. तस्तस्थम् एपां तान्तं तामः इति सूत्रेण बाधितमस्ति तत् कार्यम्. अवगतं वा? किञ्चित् भग्ना अभवत् कनेक्षन्. ओ अस्तु अस्तु, नास्ति चिन्ता. परन्तु तत्र इतश्च इति सूत्रं मिप् इत्यस्य स्थाने तस्य प्रसक्तिः तु अस्ति एव, बाधितं भवति तस्तस्तमेपां तान्तं तामः तादृशम्. इदानीं वयं कुत्र कुत्र अस्ति इत्युक्ते तिप् सिप् मिप् जि स्थाने अस्ति, स्थाने अस्तु. अस्तु, अनन्तरं वदतु तत्र यद् अनुवृत्तिसहितसूत्रं तत् पुनः पठतु एकवारं महोदय. एकनिमिषम् एकनिमिषम्. अनुवृत्तिसहितसूत्रं नितः लस्य इतः परस्मैपदस्य लोपः. तत्र विभक्तिपरिशीलनं करोतु. नितः लस्य इति षष्ठीविभक्ति, षष्ठीविभक्ति. इतः अपि षष्ठीविभक्त्याम् अस्ति, अतः स्थाने भवति. परस्मैपदस्य लोपः इति परस्मैपदस्य लोपः इति प्रथमाविभक्ति भवति वा? लोपः इति अस्तु आदेश. हा, परस्मैपदस्य लोपः इति आदेशः. अतः इत् इक् इतः इति कथं भवति इति वेनविदितदन्तस्य अलोन्तस्य इति सूत्रेण अन्तिम इकार एव एते द्वे सूत्रे अन्तिम इकारम् एव निर्दिश्यतः इकारमेव. अतः अत्र प्रसक्तिः अस्ति, तस्य इतश्च इत्य सूत्रस्य प्रसक्तिः अस्ति. तिप् जि सित् स्थाने अपि च मित् स्थाने. परन्तु तत्र विशेषणविशेषभावः कयोः मध्ये अस्ति इति एकवारं वदतु महोदय. कुत्र अस्ति एकनिमिषम्. इतश्च अत्र विशेष लस्य नितः इति सम्यक् अस्ति. विशेषणं लस्य नितः इति विशेषमस्ति लस्य विशेषणमस्ति नित्. नितः लस्य अस्ति सम्यक्. इतः इति इदानीं विशेष्यमस्ति इतः. नितः लस्य द्वयोः मध्ये विशेषणविशेषभावः. इत इति स्थाने इतः परस्मैपदस्य अस्तु अस्तु परस्मैपदस्य इतः इति अस्ति. किं विशेषणं, किं विशेष्यम्? इतः कस्य इति अस्ति, परस्मैपदस्य इति अस्ति, विशेषणं परस्मैपदस्य इति भवति. परस्मैपदी इति कीदृशपरस्मैपदी? इतः अस्तु, इतः इति विशेषणं भवति. प्रश्नः एव पृच्छतु महोदय, कीदृश इति तत्र वयं ज्ञातुं शक्नुमः. इदानीं वयं जानीमः परस्मैपदी धातुः, परस्मैपदी प्रत्ययः यः नित् अस्ति, यः लस्य स्थाने आगच्छति, तस्य इतः लोपः भवति. परस्मैपदी इत्युक्ते कीदृशपरस्मैपदिः यस्य अन्ते इकारः अस्ति इति वयं जानीमः तप्रस्तत्कालस्य इकारः एव कीदृशपरस्मैपदी इकारः यस्य अन्ते इकारः अस्तु सम्यक् इदानीम् इतः परस्मैपदस्य इत्यत्र येन विधिस्तदन्तस्य कथं कार्यं करोति येन विधिः अस्ति विधिः अस्ति इदानीं लस्य विधिः तत्र भवति न न इतः परस्मैपदस्य एव तत्रैव अहं क्लू अपि इतः अस्तु अस्तु इतः परस्मैपदस्य स्थाने इतः परस्मैपदे अत्र विधिः अस्ति परस्मैपदस्य इतः स्थाने इत् कुत्र इत् अस्ति इति अस्ति तत्र विधिः अस्ति अनन्तरं तत्र इदानीं कुत्र भवति इति सम्पूर्णस्थाने अथवा अलोन्तस्य इति सूत्रं भवति वदति प्रत्ययस्य अन्तिमवर्णस्य अन्तिमवर्णस्य अन्तिम अलोन्तस्य सूत्रेण प्रत्ययस्य अन्तिम इकारस्य एव इति अवगन्तुं शक्नुमः वयं सम्यक् अलोन्त्यस्य भवान् अवगतवान् सम्यक् तत्र यदा अलोन्त्यस्य नास्ति इति इदानीं चिन्तयतु इतः परस्मैपदस्य इत्येव अस्ति येन विधिस्तदन्तस्य इति सूत्रेण विशेषणस्य ग्रहणं भवति विशेषणम् अस्माकम् इदानीम् इतः इति विशेषणम् अस्ति तस्य ग्रहणं भवति येन विधिः इत्युक्ते विशेषणस्य विधिः इति अस्माकं विशेषणं तस्य विधिः वयं तस्य ग्रहणं भवति अन्तविधिः अस्तु इदानीम् अलोन्त्यस्य त्यजतु तद् विस्मरणं भवतु किञ्चित् नेरं येन विधिस्तदन्तस्य एव अस्ति चेत् तत्र कार्यं किं भवति कस्य स्थाने कार्यं भवति कस्य ग्रहणं भवति इति प्रथमं वदतु अनन्तरं कार्यं कस्य भवति इति वदतु येन विधिः विधिः अत्र नित्य विधिः सम्पूर्णं निप् स्थाने भवति सम्पूर्ण तिप् तिप् स्थाने तिप् इति तत्तु इकारः तिप् इत्यस्य पकारस्य लोपः प्रथमं सर्वदा इत्संज्ञा कार्याणि प्रथमम् अस्तु हलन्त्यं कार्यम् अभवत् ति इति अस्ति इतश्च पूर्णतया ति स्थाने कार्यं भवति यदा अलोन्त्यस्य नास्ति चेत् येन विदितदन्तस्य एव अस्ति चेत् तादृशम् अङ्गं क्षम्यतां तादृशं प्रत्ययः न केवलं तादृशं प्रत्ययः यः इकारः अस्ति परन्तु प्रत्ययः यस्य अन्ते इकारः अस्ति तस्य ग्रहणं लोपः इति कार्यं प्रथमं येन विदिष्टदन्तस्य ग्रहणमेव करोति अनन्तरम् अलोन्त्यस्य एव यदा भवान् उक्तवान् तत् सम्यक् एव अन्तिमवर्णस्य लोपः न तु पूर्णप्रत्ययस्य ति इत्यस्य स्थाने ति इत्यस्य लोपः न भवति अन्तिम इकारस्य एव इति अलोन्त्यस्य येन विधिस्तदन्तस्य अलोन्त्यस्य भिन्नभिन्नकार्याणि येन विधिस्तदन्तस्य यत्र यत्र विशेषणमस्ति तत्र आगत्य वदति कस्य ग्रहणं भवति इति वदति यदा इतः इति अस्मिन् अनुवृत्तिसहितसूत्रे नास्ति चेत् परस्मैपदस्य लोपः इत्येव अस्ति चेत् परस्मैपदी प्रत्ययानामेव लोपः भवति किल पूर्णतया तत्र येन विधिस्तदन्तस्य इति परिभाषासूत्रं वदति इकारान्तः इति अर्थः इति वदति परन्तु ग्रहणम् इति वयं यदा पश्यामः तत्र तिप् इत्यस्य तकारस्य इकारस्य द्वयोः अपि ग्रहणं भवति प्रथमम् अनन्तरम् अलोन्त्यस्य आगच्छति अवगतं किल तत्र अनन्तरं वदतु महोदय अत्र तिप् इति यत्र प्रत्ययः अस्ति तत्र एरुः इति इत्यस्य प्रसक्तिः अस्ति वा लङ्लकारे लङ्लकारेरुः नास्ति तत् लोटि एव अस्ति किमर्थम् इत्युक्ते तत्र लोटि एव तस्य प्रसक्तिः लोटि सम्यक् गतमस्ति सम्यक् विजया भगिनि अग्रिमसूत्रम् अस्तु भगिनि समीपां शान्ततन्तामः तस्तस्समीपां शान्तं सम्यक् शान्तं तामः इति तत्र एतत् सर्वं तस्य तस्त निप् मित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण शान्तं त अम् एते आदेशाः तः तः तः निप् च तेषाम् इतरेतरद्वन्द्वः तस्तत्समीपः तेषां तस्तत्समीपां तां च तं च कः च अं च तेषाम् इतरेतरद्वन्द्वः तान्तन्तामः तस्तत्समीपां षष्ट्यन्तं तान्तन्तामः प्रथमान्तं द्विपदमिदं सूत्रम् नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नितः लस्य तस्य समीपां कान्तन्तामः इति एतत् सर्वं लङ् मध्ये अनन्त लङ् मध्ये कार्यं करोति तस्य समीपां कान्तन्तामः प्रथमविभक्ति एकवचनं अनन्तरं तस्य एतत् सर्वं प्रथमविभक्ति एकवचनं द्विवचनं एकवचनं अनन्तरं उत्तमपुरुष एकवचनं भगिनी भगिनी क्षम्यतां तस्य तस्थ मिप् इति कुत्र कुत्र कः कः आदेशः इत्येव वदतु कस्मिन् पुरुषे कस्मिन् वचने तस् इत्युक्ते प्रथमपुरुषे द्विवचनमध्ये तस् इति आगच्छति अनन्तरं तस्य स्थाने कः आगच्छति तत्स्थाने तत्र सूत्रे एव दत्तं लङ् लङ् तस्य इत्युक्ते तान् इति सम्यक् प्रथमपुरुषं द्विवचने अभवताम् इति आगच्छति खलु भगिनि सम्यक् धातुः इदानीं त्यजतु भगिनि केवलं प्रत्ययः एव वदतु तां सम्यक् अनन्तरं तस् कुत्र अस्ति अनन्तरं तस् मध्ये तत्र तम् इति परिवर्तनं भवति आदेशः इत्यनेन तम् इति लङ् प्रत्ययः निष्पन्नः तत्र अनन्तरं सा इत्युक्ते तत्र अभवत् सा इति बहुवचने मध्यमपुरुष बहुवचनं मध्यमपुरुष बहुवचने अनन्तरं मिप् मिप् इत्युक्ते तत्र अम् आदेशः अभवम् इत्यनेन अम् इति लङ् प्रत्ययः निष्पन्नः तत्र सम्यक् पूर्वसूत्रमस्ति किल एकनिमिषं क्षम्यतां भगिनि तत्र पूर्वसूत्रमस्ति किल इतश्च इति सूत्रं तदपि मिप् इत्यस्मिन् स्थले तस्यापि प्रसक्तिः अस्ति वा इतश्च भवत्या उक्तम् एतत् परस्मैपदी धातूनां आगच्छति इति इतः तस्तस्तमेपां तान्तं तामः तद् परस्मैपदी धातूनां न भवति वा तिप् मध्ये एव आगच्छति इति भवत्या उक्तं खलु भगिनि तिप् मध्ये इतश्च वा एतत् इतश्च तत्र कार्यं न करोति एव खलु. किमर्थं किमर्थं चेत् तत्र इकारस्य स्थाने आगच्छति तित्, तत्र सत् सत् स मित् इति आगच्छति. वदतु भगिनि श्रीवल्लि वदतु. ह्रस्व इकारान्त किं प्रत्ययस्थाने इकारस्य लोपः भवति? तत् सम्यक्. मम प्रश्नः अस्ति, मिप् इति यद् वदामः, मिप् स्थाने अम् इति आदेशः, तत्सस्तमिपां तान्तन्तामः इति सूत्रेण, तत्र मिप् इत्यत्र इतश्च इति सूत्रस्य प्रसक्तिः अस्ति वा नास्ति वा? नास्ति भगिनि. नास्ति भगिनि. किमर्थम्? प्रसक्तिः मिप् मिप् इकार इकारान्तः प्रसक्तिः अस्ति, कार्यं न भवति. तदेव, तद् मुख्यमस्ति, सर्वदा मुख्यमस्ति. प्रसक्तिः इत्युक्ते तद् तस्य तद् आगच्छति कार्यं कर्तुं, परन्तु तस्य बाधा भवति तस्तस्तमेपां तान्तन्तामः इत्यनेन, कार्यं तु न भवति. तस्य भेदः सर्वदा अवगन्तव्यः. इतश्च इति कार्यं कर्तुम् आगच्छति, मित्प् अपि तत्रापि इकारः अस्ति किल, ह्रस्व इकारः तु अस्ति एव. सूत्रं तु सर्वदा आगच्छति, परन्तु तस्य बाधा भवति. अवगतं वा? बाधा भवति. अवगतं किल? तद् पुनः पुनः आगच्छति, अतः मनसि भवेत्. अनन्तरं तत्र तस् थस् मिप् इति यद् आदेशः आदेशः अपि अस्तु, तत् अनेकाल् वा एकाल् वा? अनेकाल् अस्ति. अतः कस्य सूत्रस्य प्रसक्तिः अत्र? परिभाषासूत्रस्य सर्वस्य. तदपि तद् अत्र न दत्तं, परन्तु मनसि भवेत्. अनेकाल्चित् सर्वस्य इति सूत्रस्य प्रसक्तिः, परन्तु पूर्णतया न, थस् थस् मिप् इति योः स्थाने एव. थ स्थाने थ, तत्र कस्य सूत्रस्य प्रसक्तिः? अनेकाल्चित् सर्वस्य सूत्रेण. अनेकाल्चित् सर्वस्य अनेकाल् अस्ति वा? थ थ अस्ति. आं भगिनि, सम्यक्. अतः पूर्णतया अनेकाल्चित् सर्वस्य इत्यस्य प्रसक्तिः अस्ति. सम्यक्. तद् अत्र न दत्तम्, अतः तदपि. अनन्तरम् अन्यद् एकं सूत्रमस्ति, परिभाषासूत्रं, यथासङ्ख्यम् अनुदेशः समानम् इति सूत्रमस्ति. यथासङ्ख्यम् अनुदेशः समानम् इत्युक्ते तस्थाने थां कथं जानीमः? तस्थाने थाम् एव, तं न, थ न इति. यथासङ्ख्यम् अनुदेशः समानं, तत् सूत्रम् आगत्य तत्र सहायं करोति. तस्थाने थां रेस्पेक्टिव्लि इति वदामः किल आङ्ग्लभाषायां, तादृशं. तस्थाने थ तं, थ स्थाने थ इति तत् सूत्रम् आगत्य, तदपि परिभाषासूत्रमस्ति, तस्यापि तस्य अत्र कार्यमस्ति. अतः सूत्रद्वयम्, अनेकाल्चित् सर्वस्य, यथासङ्ख्यम् अनुदेशः समानम् इति सूत्रद्वयस्यापि अत्र कार्यम् अस्ति. अनन्तरम् अन्यत् प्रश्नः, तत्र थस् थस् स्थाने ससजुषोरुः इत्यस्य प्रसक्तिः अस्ति वा? अस्ति. अस्ति भगिनि. ससजुषोरुः इति प्रसक्तिः अस्ति, परन्तु तत् सूत्रं तु त्रिपाद्याम् अस्ति. त्रिपाद्याम् इत्युक्ते प्रथम अध्यायतः सप्तमी अध्याये अष्टमाध्याये प्रथमपादन्तः तस्य नाम सपादसप्ताध्याय. ससजुषोरुः इति सपाद वदतु भगिनि. ससौरुः इति कृपया अष्टम अध्यायस्य द्वितीयपादस्य षष्टि त्रिपाद्याम् अस्ति अस्ति किल. अतः साधारणतया तत्र सपादसप्ताध्याय्यां यत् सूत्रमस्ति तद् प्रति त्रिपादिसूत्रम् असिद्धं भवति. असिद्धम् इत्युक्ते तस्य कार्यमेव तद् न दृश्यते एव. ससजुषोरुः इति त्रिपाद्याम् अस्ति. तस्तस्तमेपां तां तन् तामः इति तृतीय अध्यायस्य चतुर्थपादे अस्ति. अतः तत् सूत्रं न जानाति एव. अतः तस्य कार्यमत्र न भवितुम् अर्हति. ससजुषोरुः इत्यस्य कार्यम् अत्र न भवति एव. तस्तस्तमेपां तान् तन् तामः तु न जानाति एव तत् तादृशं सूत्रमस्ति इति. अतः तद् तस्य कार्यं करोति, सुलभतया करोति. अस्तु, एकम् अन्यत् एकं सूत्रं पठामः, समयः अस्ति किल. आम्, श्रीवल्ली भगिनी जोन्तः पठतु भगिनि. आं भगिनि, जोन्तः प्रत्ययस्य झकार अवयवस्य स्थाने अन्त् आदेशः भवति. जः षष्ठ्यन्तम्, अन्तः प्रथमान्तं, द्विपदमिदं सूत्रं. झकारे अन्त् अवयवे च अकारः संयोजितः उच्चारणार्थम्. आयमेयिनीयः षडकच्का प्रत्ययादीनाम् इति अस्मात् प्रत्ययस्य इति अस्य अनुवृत्तिः. अङ्गस्य इति अस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य जः अन्तः इति. जोन्तः इति सूत्रेण झकारस्य स्थाने अन्त् इति आदेशः भवति. झकारस्य झकारः अकारः अस्ति. जोन्तः सूत्रेण केवलं झकारस्य स्थाने अन्त् इति आदेशः भवति. एतत् किं कीदृश आदेशः? एकादेशः वा सर्वादेशः वा? सर्वादेशः भवति. सर्वादेशः सूत्रम् अनेकांशित् सर्वस्य सम्यक् सर्वस्य सूत्रेण पूर्णतया अन्तादेशः भवति. सम्यक् सम्यक्. कुत्र अस्मिन् कुत्र भवति भगिनि? लङ्लकारे कुत्र? प्रथमपुरुषे बहुवचने. नित्यं नितः अपि पठतु भगिनि. नित्यं नितः. नितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारलोपः भवति. येन विधिः तदन्तस्य इति अनेन सकारान्तः इति अर्थः. अलोन्तस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य सकारस्य लोपः, न तु पूर्णप्रत्ययस्य. नित्यं द्वितीयान्तं क्रियाविशेषणं नितः षष्ट्यन्तं द्विपदमिदं सूत्रं. सा उत्तमस्य इति सूत्रस्य पूर्णतया अनुवृत्तिः. इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः इति अस्य अनुवृत्तिः. लस्य इति अस्य अधिकारः. अनुवृत्तिसहितसूत्रं नितः लस्य सः उत्तमस्य नित्यं लोपः. नित्यं लोपः भवति. नित्यं नितः. नितः लकारेषु लकारस्य सकारान्तस्य लोपः भवति. लङ् लकारेषु सकारान्तं वस् मस् द्वे प्रत्ययौ स्तः उत्तमपुरुषः अन्तिसः लोपो भवति. येन विधिः तदन्तस्य सूत्रेण विशेषण विशेषसम्बन्धः. नितः लस्य नितः लस्य सो नितः विशेषणं लस्य विशेषणं. सो येन विधिः तदन्तस्य नाम न इति अनेन सकारान्तः इति अर्थः. सः उत्तमस्य सः विशेषणं सः उत्तमः सः विशेषणं उत्तमस्य उत्तमपुरुषे प्रत्यय अन्ते सकारः अस्ति चेत् वस् मस् प्रत्ययो सकारान्तः इति अर्थः. तत्रापि भगिनि तत्रापि भवती वदतु येन विधिस्तदन्तस्य इत्यनेन कस्य ग्रहणं भवति? सः उत्तमस्य इति वदामः चेत् कीदृशप्रत्ययस्य ग्रहणं भवति? सकारान्तस्य न येन विधिस्तदन्तस्य इत्यनेन अलोन्त्यस्य इत्यनेन न सः उत्तमस्य इति वदामः चेत् उत्तमस्य सः पूर्णतया प्रत्ययस्य ग्रहणं भवति. सम्यक् तद् अवगन्तव्यं भगिनि मुख्यबिन्दुः सर्वदा येन विधिस्तदन्तस्य इत्यनेन पूर्णतया वस् मस् न केवलं सकारः इति प्रत्ययः परन्तु तादृशप्रत्ययः यस्य अन्ते सकारः तस्यापि ग्रहणं द्वयोः ग्रहणं सम्यक्. इदानीम् अलोन्त्यस्य वदतु. अलोन्तस्य इति सूत्रेण अन्त्य अलः लोपः भवति स्थाने आदेशः भवति सो सकार परन्तु नित्यं लोपः इति लोपः नित्यकार्यं नित्यं सर्वदा तस्य लोपः भवति इति वदति. नितः लस्य सः उत्तमस्य नित्यं लोपः. सम्यक् धन्यवादः भगिनि. रघुपतिमहोदय अत्र प्रश्नः उदेति इति भागः एव पठतु तद् पठित्वा वयं समापयामः अद्य. अत्र प्रश्नः उदेति यत् अस्मिन् सूत्रे नित्यं किमर्थमुक्तम्? उत्तरमस्ति अस्माकम् अष्टाध्यायीसूत्रपाठे. पुस्तके पश्यतु इदं सूत्रं तृतीयाध्यायस्य चतुर्थपादस्य एकादश नवनवति अस्तु नवनवति किल. तस्मात् पूर्वं त्रि षण्णवतीय षण्णवतितम षण्णवतितमे सूत्रे प्रथमं पदमस्ति वा वैतः वैतहन्यत्र इति वा एतः अन्यत्र इति सूत्रमस्ति. वा नाम विकल्पेन अग्रिमयोः द्वयोः सूत्रयोः अपि तस्य अनुवृत्तिः प्रवर्तमाना अतः वा शब्दः अनयोः सूत्रयोः सूत्रयोः आगत्य उपविशति. अधुना अस्माकं सूत्रमस्ति नवनवतितमसूत्रमस्ति. अस्मिन् सूत्रे यः सकारलोपः विहितः सः वैकल्पिकः नास्ति अतः वा इति अनुवृत्तिः स्थगयितुं नित्या इति शब्दः अत्र प्रयुक्तः. नाम केवलम् अत्र कार्यं वैकल्पिकं नास्ति इति सूचयितुं नित्यम् इत्यस्य प्रयोगः कृतः इति दत्तमस्ति. किमर्थं नित्यम् इति नित्यं नितः इति पाणिनिना दत्तं तस्य समर्थनम् अस्ति अत्र किमर्थम् इति चेत् षण्णवतितमसूत्र अपि च सूत्र अग्रिमसूत्रेषु द्वयोः सूत्रेषु तस्य अनुवृत्तिः अस्ति तत् तदनन्तरं तस्य अनुवृत्तिः मास्तु इति तत् स्थगयितुं पाणिनिना नित्यम् इति तस्य शब्दस्य प्रयोगं पाणिनिना कृतः इति दत्तमस्ति. अत्र वैकल्पिकं नास्ति सदा भवति इति. साधारणतया विधिसूत्रं सर्वदा नित्यमेव परन्तु अत्र पूर्वसूत्रात् अनुवृत्तिः मा भूत् इति कारणात् पाणिनिना नित्यम् इति दत्तवान् इत्येव दत्तमस्ति. अस्तु इदानीम् अत्र स्थगयामः परन्तु तद् गृहपाठं मनसि भवेत् तद् तस्य आरम्भं करोतु यत् परिचितसूत्राणि तस्य स्थापनं वा लेखनं वा करोतु तेन किञ्चित् सौलभ्यं भवति अग्रे अपि मनसि भवति सूत्राणि. आत्मनेपदी यदा वयं कुर्मः तस्मिन् सूत्रस्य विषये कर्तुं शक्नुमः. अस्तु अस्तु, धन्यवादः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः.